ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। गणनाथ सरस्वतीन् रविशुक्र बृहस्पतीन् पञ्चैतान् संस्मरन् नित्यं वेदवाणीं प्रवर्तये। श्रीवेदपुरुषाय नमः। हरिः ॐ ीकेतोरजेतवाब्वायवस्थदेवो वाः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्या यद्वामगन्या इन्द्राय भागं प्रजावधीरनमीवा अयक्षमावस्तेन शतमागशग्मो सो ध्रुवा अस्मिन् गोपतौ स्यात् बह्वीर्जजमानस्य पशून् पाहि वासोः पावितरामसि द्यौरासि पृथिव्यासि माता ऋषवानो घर्मोऽसि विश्वधा आसि परमेण धान्नादृग्मस्वमाभ्वार्माते यज्ञापतिर्भारेखीत पावितरामासि शतधारां वासोः पावितरामासि सहस्रधारां देवस्त्वा सविता पुनातु वासोः पावितरेण शतधारेण सुपवाकामदुक्षः सा विश्वायुः सा विश्वकर्मा सा विश्वधायाः इन्द्रस्य तवा भागग्मो सोमेनातनतिमिविषणो हव्यग्मो रक्ष अगने व्रतपते व्रताञ्चरिक्ष्यामि तच्छाके यान्तान्मेराध्यताम् इदमहमनृतात् सत्यमुपैमि कस्तवाजुनक्ति सतवाजुनक्ति तस्मै तवाजुनक्ति कस्मै तवाजुनक्ति कर्मणे वां वेखाय वाम् रक्षाः प्रत्युष्टा अरातयो निष्टप्तग्मो रक्षो निष्टप्ता अरातयः उर्वान्तरिक्षमान्वेमि धूरसि धूर्वधूर्वान्तान्धूर्वतान्जोऽस्मान्धूर्वतितान् धूर्वजाम्बयान्धूर्वामः देवानामसि वह्नितमग्मो ससनितमाम् पपरितमाञ्जुष्टतमान् देवहूतमाम् अरुतमसि हविर्धानान्द्रिग्मो हस्वमाभ्वार्मा ते यज्ञापतिर्भारेखीत विष्णुस्तवाक्रमतामुरुग्वातायापहतग्मो रक्षो जच्छन्ताम् पञ्च देवस्य तवा सवितुः प्रसवेष्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् अग्नये जुष्टां गृह्णाम्यग्निहोमाभ्याञ्जुष्टां गृह्णामि भूताय त्वा नारातये स्वरभिविख्ये खान्द्रिग्मुहन्तान् दुर्जाः पृथिव्यामुर्वान्तरिक्षमन्वे मि पृथिव्यास्त्वानाभौ सादयाम्यदित्या उपस्थे अग्ने हव्यग्मो रक्ष पावितरेस्थो वैष्णव्यौ सावितुर्वाः प्रसव उत्पूनाम्यच्छितरेण पावितरेण सूर्यस्य रश्मिभिः देवीराबो अगरे भुवो अगरे भुवो गर इमा मदिया जज्ञान्नायताग्रे जज्ञापति सुधातुञ्जज्ञापतेन्दे वायुवाम्मा जुखमा इन्द्रो व्रेणीत वृतरतुर्ये जूयामिन्द्रमा व्रेणीध्वां वृतरतुर्जे प्रोक्षितास्थ अगनाये तवाजुष्टां प्रोक्षाम्यग्निको माभ्यां त्वाजुष्टां प्रोक्षामि दैव्याय कर्माणे शुन्धदवान् देवाय जियायै जदवो शुद्धाः परा जगनुरिदां वस्तच्छुन्धामि शर्मास्यवधूतग्ं रक्षो वधूता अरातयो द्वितीयास्त्वगसि परातितवादितिरव्येत्तु अदरीरासि वानसपतियोग्रावासि ब्रेथुबुध्नाः प्रतितवा द्वितीयास्त्वगवेत्तु अगनेस्तानूरासि वाचो विसर्जानान् देवावीतायेत्वा गृह्णामि बृहदग्रावासि वानसपत्याः देवेभ्यो हविः शामीख्व सुशामि शामीख्व हाविखक्रे देहि हाविखक्रे देहि कुक्कुटो सीमाधु जिह्व इख मूर्जमा वदतवयाव्वायज्ञ सङ्घातज्ञ सङ्घातञ्जेखमव्वरेखवृद्धामासि परातितवा वरेखवृद्धां वेत्तु परापूतज्ञ रक्षः परापूता अरातयो पहतज्ञ रक्षो वायुर्गो विविनक्तु देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वच्छिदरेण पाणिना दृष्टिरस्य पागने अग्निमाम दञ्जहि निकक्रव्यादग्ं सेधा देवयजं वः ध्रुवमसि पृथिवीन्द्रिग्ह ब्रह्मवनितवा क्षत्रवनि सजातवन्युपदधा मिभ्रातृवस्यवधायो अग्ने ब्रह्मगृणीक्वधारुणामस्यान्तरिक्षान्द्रिग्ह ब्रह्मवनितवा क्षत्रवनि सजा तवान्युपदधामि भ्रातृवस्यवधायो धर्त्रमासीदिवान्द्रिग्ह ब्रह्मवनितवा क्षत्रवनि सजा तवान्युपदधामि भ्रातृवस्यवधायो विश्वाभ्यस्तवाशाभ्य उपदधामि चितस्थोर्ध्वचितो भृगूणामङ्गिरसान्तपसा तप्यध्वम् शर्मास्यवधूतज्ञो रक्षो वधूता अरातयो द्वितीयास्त्वगसि परातितवादितिरवेत्तु भिखणासि पर्वती प्रतित्वा द्वितीयास्त्वगवेत्तु दिवस्कम्भनीरसि भिखणासि पार्वती प्रतित्वा पर्वती वेत्तु धान्यमसि धिनु हि देवान् प्राणायत्वो दानायत्वा व्यानायत्वा दीर्घामनुपरसितिमायुघे धान् देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वच्छितरेण पाणिना चक्षुखे त्वा महीनां पयोऽसि देवस्य तवा सवितुः प्रसवेष्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् संवपामि समाप ओखधीभिः समुखधयोरसेन सग्मूरेवतीर्जगति प्रत्यन्ताग्मुसम्मधुमतिर्मधुमतिभिः प्रत्यन्ताम् जनयत्यैतवा सञ्जौमीदमग्नेरिदमग्निकोमयोरिखेत्वा धर्मो शिवविश्वायुरुपरथा ऊरुपरथसोरुतेजज्ञापतिः प्रथता मग्निष्ठे त्वचं माहिग्मुषीद्देवस्त्वा सविता श्रपयतु वरेखिष्ठे धिनाके माभिर्मा संविक्था अत मेरुर्जज्ञो तमेरुर्जमानस्य प्रजा भूयात्रिताय त्वा द्विताय त्वैकताय त्वा देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् आददे ध्वरकृतम् देवेभ्य इन्द्रस्य बाहुरसि दक्षिणः सहस्रवृष्टिः शतते याव्वायुरसि दिगमते जाद्विखतो वधः पृथिवीदेवयजन्यो खल्यास्ते मूलम् माहिग्मुषिकाम् व्रजम् गच्छ गोष्ठानाम् वरे खदुते देव सवितः परमस्याम् पृथिव्याग्मुषते न पाशैर्जोऽस्मान् द्वेष्टिजम् च भयम् विक्मस्तमतो मामौक अपाररुम् पृथिव्यै देवयजनाद्वध्या सम्रजम् गच्छ गोष्ठानाम् वरे खतु तेर्यौर्बधान देव सवितः परमस्याम् पृथिव्याग्मुषते न पाशैर्जोऽस्मान् द्वेष्टिजम् च भयम् विक्मस्तमतो मौक अररो दिवम् मा पप्तो द्रव्यसेद्याम् मा स्तन्व्रजम् गच्छ गोष्ठानाम् वरे खतु तेद्यौरवधान देव सवितः परमस्याम् पृथिव्याग्मुषते न पाशैर्जोऽस्मान् द्वेष्टिजम् च भयम् विक्मस्तमतो मामौक गायत्रेण त्वाच्छन्दसा परिगृह्णामित्रैष्टुभेन त्वाच्छन्दसा परिगृह्णामि जागतेन त्वाच्छन्दसा परिगृह्णामि सूक्ष्मा चासि शिवा चासि स्यो न चासि सुखदा चास्यूर्जस्वती चासि पायस्वती च पुरा क्रूरस्य विश्रेपो विरप्सिन्नुदादाय पृथिवीम् जीवदानुम् जामैरयंश्चन्द्रमसि स्वधाभिस्तामुधीरासो अनुदिश्य जजन्ते प्रोक्षणीरासादयद्विखतो वधोऽसि प्रत्युष्टग्रक्षः प्रत्युष्टा अरातयो निष्टप्तग्रक्षो निष्टप्ता अरातयः अनिशितोऽसि सपत्नक्षितवाजिनम् त्वाब्वाजे ध्यायै सम्मार्ज्मि प्रत्युष्टग्रक्षः प्रत्युष्टा अरातयो निष्टप्तग्रक्षो निष्टप्ता अरातयः अनिशितासि सपत्नक्षितवाजिनीम् त्वाब्वाजे ध्यायै सम्मार्ज्मि आदित्यैरास्नासि विष्णोर्वेक्पोऽस्यूर्जे त्वा दग्धेन नत्वा चक्षुखावपश्यामि अग्नेर्जिह्वासि सूरदेवेभ्यो धाम्ने धाम्ने मे भवजुखे अजुखे सवितुस्त्वा प्रसव उत्पूनाम्यच्छितरेण पावितरेण सूरजस्य रश्मिभिः सवितुर्वाः प्रसव उत्पूनाम्यच्छितरेण पावितरेण सूरजस्य रश्मिभिः तेजोऽसि शुक्रमस्यामृतमसि धामनामासि प्रियान् देवाना मनालितान् देवय जनमसि हरिः ओम् इति प्रथमः अध्यायः इति प्रथमोऽध्यायः ओम् अथ द्वितीयोऽध्यायः हरिः ओम् विष्णोऽस्याखरेष्ठोऽग्नायेत वाजुष्टाम् प्रोक्षामि वेदिरसि बर्हिखेत वाजुष्टाम् प्रोक्षामि बर्हिरसि सृग्भ्यस्त्वाजुष्टाम् प्रोक्षाम्यदितियैव्युन्दनमसि विष्णोऽस्तु पोऽस्यूर्णमृदसन्त्वास्त्रेणामि स्व स्वस्थान् देवेभ्यो भुवपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै जजमानस्य परिधीरस्य गनिरिड ईडितः इन्द्रस्य बाहुरसि दक्षिणो विश्वस्यारिष्ट्यै जजमानस्य परिधीरस्य गनिरिड ईडितः मित्रावरुणौ त्वोत्तरतः परिदत्तान्ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै जजमानस्य परिधीरस्य गनिरिड ईडितः होत्रन्त्वा कविद्युमन्तग्मु समिधि महि अग्ने ब्रेहान्तमध्वरे समिदसि सूरजस्त्वा पुरस्तात्पातु कस्याश्चिदभिषत्यै सवितुर्बाहूस्थ ऊर्णामृदसन्त्वास्त्रेणामि स्वासस्थान् देवेभ्य आत्वा वसवो रुद्रा आदित्याः सदन्तु घृताच्यसि जुहूर्नाम्ना सेदाम् प्रियेण धाम्ना प्रियगुंसद आसीद घृताच्यस्युपभ्रेन्नाम्ना सेदाम् प्रियेण धाम्ना प्रियगुंसद आसीद घृताच्यसि ध्रुवानाम्ना सेदाम् प्रियेण धाम्ना प्रियग्मु सद आसीद प्रियेण धाम्ना प्रियग्मु सद आसीद असदनृतस्य जो नौता विष्णो पाहि पाहि यज्ञाम् पाहि यज्ञपतिम् पाहि माञ्जज्ञान्याम् अग्ने वाजजिदवाजन्त्वा सारिख्यान्ताम् वाजजिदग्ंसम् मार्ज्मि नमो देवेभ्यः स्वधा पितृभ्यः सुयमे मे भूय स्तमस्कान्नमध्य देवेभ्य आजग्ंसम् रिया समङ्घ्रिण विष्णो मात्वा वक्र रामिखां वसुमती मग्ने ते छायामुपस्थे खां विष्णुस्थानमसीत इन्द्रो वीर्यमकृणो दूर्ध्वो द्वर आस्थात वेरेहोत्रं वेरदुवत्यमवतान्त्वान्द्यावा पृथिवी अवत्वान्द्यावा पृथिवी स्विष्टकृद्देवेभ्य इन्द्र आज्येन हविखा भूत्स्वाहा सञ्ज्योतिखा ज्योतिः मयीदमिन्द्र इन्द्रियं दधात्वस्मान् रायो मघवानः सचन्तं अस्माकगुंसन्त्वाशिखः सत्यानः सन्त्वाशिख उपहूत पृथिवीमातोपमां पृथिवीमातभयतामग्निराग्निध्रात् स्वाहा उपहूतो द्यौकपितोपमान् द्यौकपिताभयतामग्निराग्निध्रात् स्वाहा वस्यतवा सवितुः प्रसवेष्विनोर्बाहुभ्याम् भूष्णो हस्ताभ्याम् प्रतिगृह्णाम्यग्नेष्ट्वास्येन प्राश्नामि एतन्ते देव सवितरजज्ञाम् प्राहुर्बृहस्पतये ब्रह्मणे तेन जज्ञामव तेन जज्ञापतिं तेन मामव मनो ज्योतिर्जुकतामाच्यस्य बृहस्पतिर्जज्ञामिमान्तनो त्वरिष्ठं जज्ञग्मूसमिमान् दधातु विश्वे देवास इह मादयन्तामों प्रतिष्ठ एखाते अग्ने समित्तया वर्धस्वचा चप्यायस्व वर्धिखीमहि चपयमा चप्यासिखीमहि अग्ने वाजजिद्वाजन्त्वा सश्रेवाग्मुसं वाजजितग्मुसं मार्ज्मि अग्निघोमयोरुचिति मनुचेखं वाजस्य मा प्रसवेन प्रोहामि अग्निघोमौतमपनुदताञ्जोऽस्मान्द्वेष्टिरञ्च वयन् विघ्मो वाजस्यैनं प्रसवेनापोहामि इन्द्राग्न्यो रुजिति मनुजेखं वाजस्य मा प्रसवेन प्रोहामि इन्द्राग्नितमपनुदताञ्जोऽस्मान्द्वेष्टिजाञ्च वयन् विघ्मो वाजस्यैनं प्रसवेनापोहामि वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वा सञ्जानाथान्द्या वा पृथिवी मित्रावरुणौ त्वा वृष्ट्यावताम् व्यन्तुवयोक्तगुरिहाणामरुताम् रेखतीर्गच्छवशा पृष्णिरभूत्वा दिवाम् गच्छ ततो नो वृष्टिमावह चक्षुकपा अग्नेऽसि चक्षुर्मे पाहि जाम् परिधिम् परजदत्था अग्ने देवापणिभिरगुह्यमानः तन्त एतमनुजोखम् भराम्येखने त्वदपचेतयाता अग्नेः प्रियम् पाथो पीतम् सर्वसर्वभागास्थेखा बृहन्तः प्रस्तरेष्ठाः परिधेः यस्मिन् बर्हिखिमादयद्वग्म स्वाहा पाट घृताचिस्थो दृजौ पातकुं सुम्ने स्थाः सुम्ने मा धत्तम् यज्ञानामश्चात उपाचाजन्यस्य शिवे सान्तिष्ठसव स्विते मे सान्तिष्ठसव अगने दब्धायो शीतमापाहि मादिध्योः पाहि प्रसिद्ध्यै पाहि दूरिष्ट्यै पाहि दूरदमन्या अविकन्नाः पितुं क्रेणु सुखदा जो नौ स्वाहा वाडग्नाये संवेशपतये स्वाहा सरस्वत्यै यशो भगिन्यै स्वाहा वेदोऽसि येन त्वं देव वेद देवेभ्यो वेदो भवस्ते न मह्यं वेदो भूयाः देवा गातु विदो गातुं वित्वा गातुमित मानादपत इमान् देव यज्ञग्मस्वाहा वाते धाः सम्बरेहिरङ्काग्मुहविघा घृतेन समादित्यैरपशुभिः सम्मरुदभिः समिन्द्रो विश्वदेवेभिरन्तान् दिव्यान्नभो गच्छतु यस्वाहा कस्त्वाभिमुञ्चति सत्वाभिमुञ्चति कस्मै त्वाभिमुञ्चति तस्मै त्वाभिमुञ्चति गोखाय रक्षसाम् भागोऽसि सम्वर्चसापयसा सन्तनुभिरगन्महिमनसा सग्मु शिवेन त्वष्टासुदतरो विदधातुरायो नुमार्षु तन्वो यद्विनिष्ठम् दिवि विष्णुर्व्यक्रग्मुस्तजागते न छन्दसा ततो निर्वक्तो जोऽस्मान्द्वेष्टिजाञ्च पयान्द्विकमोऽन्तरिक्षे विष्णुर्व्यक्रग्मुस्तत्रैष्टुभे न छन्दसा ततो निर्वक्तो जोऽस्मान्द्वेष्टिजाञ्च पयान्द्विकमाः पृथिव्यां विष्णुर्व्यक्रग्मुस्तगायत्रेण छन्दसा ततो निर्वक्तो जोऽस्मान्द्वेष्टिजाञ्च पयान्द्विकमो स्मादन्नादस्यै प्रतिष्ठाय अगन्म स्वाहा संज्योतिखा भूम स्वयम्भूरसि श्रेष्ठो रश्मिर्वर्चोदा असि वर्चो मे देहि सूरजस्यावृतमन्वावर्ते अगने गृहपते सुगृहपति स्वयाग्ने हङ्गृहपतिना भूया सग्मु सुगृहपति स्वं मयाग्ने गृहपतिना भूयाः अस्तूरिणौ गारेहपत्यानि सन्तुषतगुहिमाः सूरजस्यावृतमन्वावर्ते अगने व्रतपते व्रतमचारिकान्तदशकान्तन्मेराधीदमहाञ्ज एवास्मि सोऽस्मि अग्नाये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा अपहता असुरा रक्षाग्मुषिव्ये लिखदः ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो जेः मातो अत्रा पितरो मादयध्वञ्जथा भागमावृघायध्वम् अमीमदन्त पितरो जथा भागमावृघायिखत नमो वः पितरो रसाय नमो वः पितरः शोकाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहन्नः पितरो दत्तसतो वः पितरो देह्मै तद्वः पितरो वास आदत्त पितरो गर्भं कुमारं पुखकारस्रजं जथेह पुरुखो सत ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिसृतं स्वधास्थतर्पयत मे पित्रेन्न हरिः ओम् इति द्वितीयोऽध्यायः हरिः ओम् स्वामिधाग्नेन्दुवस्यतवृतैर्बोधयतातिथिम् आस्मिन्नव्याजुहोतन सुसमिद्धाय शोचिथे घृतान् तीव्रञ्जुहोतन अग्नये जातवेदसे सन्त्वा समिदभिरङ्गिरो घृतेन वर्धयामसि बृहच्छोचाजविष्ठ्य उपत्वाग्नेहाविघमातीर्घृता चीर्जन्तु हर्जत जूकसवासामिधो मम भूर्भुवाः स्वर्गौरिव भूम्ना पृथिवीव परिम्ना तस्यास्ते पृथिवीदेवयजनि पृष्ठेऽग्निमन्नादमन्नाद्यायादधे आयङ्गौः वृष्णिरक्रमीदसदन्मातरम् पुराः पितरञ्च प्रयान् स्वाहा अन्तश्चरति रोचनास्य प्राणादपानति व्यथ्यान्महि भो दिवम् ऋग्धामग्विराजदिव्वात्पतङ्गाय धीयते प्रातिवस्तोरहद्युभिः अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा अग्निर्वर्चो ज्योतिर्वर्चाः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चाः स्वाहा ज्योतिः सूर्याः सूर्यो ज्योतिः स्वाहा सजूरदेवेन सवितरा सजूरात्रेन्द्रवत्या जुकाणो अग्निर्वेतु स्वाहा सजूर्देवेन सवितरा सजूरुखसेन्द्रवत्या जुकाणः सूर्यो वेतु स्वाहा उपप्रयान्तो अध्वरं मन्त्रं वोचे माग्नये आरे अस्मे च अग्निर्मूर्धादिवाहाकबुद्पति पृथिव्या अयम् अपाग्नुरेताग्नुषि जिन्वति उभावामिन्द्राग्नि आहुवधिया उभाराधसाः सहमादयधियै उभादातारालिकाग्नुरयीनामुभाव्वायस्य सादये हुवेवाम् आयान्ते जो निरृत्वीयो जातो जातो अरोचथाः तञ्जानन्नगन आरोहाथानो वर्धयारयिम् आयामिह पराथमोधायिधा त्रेभिरे होता जरिष्ठो अध्वरे क्वीड्याः यमपनवानो भृगावो बिरुरुचर्वने कुचितराम् विभुवाम् विषे विषे अस्य परत्नामनुद्योतज्ञो शुक्रान् दुदुरे हरयाः त्वयाः सहस्रसा मृखिम् तनु वा अगने सीतान्वाम् मे पाह्यायुर्दा अगने स्यायुर्मे देहि वरचोदा अगने शिवरचो मे देहि अगने जन्मे तन्वा ऊनान्तन्म आप्रेण सिन्धानास्त्वा शतग्ं हिमाद्युमान्तग्ं समिधीमहि वायसवान्तो वायसकृतग्ं सहस्वन्ताः सहस्रकृताम् अगने सपन्नादम्भनमदब्धासो अदाभ्याम् चितरावासो स्वस्ति ते पारमशीय सान्त्वमगने सूरजस्य वरचसा गथाः समृखीणात्मस्तुतेन सम्रियेण धाम्ना समहमायुखा सम्वर्चसा सम्प्रजया सत्पुराय सपोखेण गमिघीय अन्धस्थान्धो वो वक्षीयमहस्थमहो वो वक्षीयोर्जस्थोर्जाम्बो वक्षीयराय सपोखस्थराय सपोखाम्बो वक्षीय रेवतीरमध्वमस्मिन्यो नावस्मिन् गोष्ठेऽस्मिन् लोकेऽस्मिन् क्षये इहैवस्तमापगात सग्नो हितासि विश्वरूप्योर्जामा विशदौ पत्येन उपतवाग्ने दिवे दिवे दोखावस्तरधिया वयम् नमो भरन्त एमसि राजन्तमध्वराणाम् गोपामृतस्य दिदिविम् वर्धमानग्सवेद मे सनाहापि ते वसूनवेग्ने सूपायनो भव स च सवानः स्वस्तये अगने त्वान्नो अन्तम उततर अच्छानक्षिप्यो मत्तामग्मूरायिन्दाः तन्त्वाशो तिष्ठारीलिवाः सुम्नाय नूनमीमहे सखिभ्यः स नो बोधिश्रोधियावामूर्त्याणो अधायताः समस्मात् इड एझरित एहि काम्या एत मयि वाः कामधरणम् भूयात् सोमानद्वस्वाराणाम् क्रेणो हि ब्रह्माण सपते क्षीवान्ताञ्ज औषिजाः चोरेवान्यो अमीवः वसुवितपुष्टिवर्धनाः स नः सिगत्तूरस्तूराः मानः शग्सो अररुखो धूर्तिः प्राणान् मर्त्यस्य रक्षाणो ब्रह्माण सपाते माहितरीणामावोऽस्तुत्युक्षाम् मितरस्यार्चाम् नाः दूराधारेखाम् वरुणस्य न हि रेखा मच नाध्वसुवारणे भूशेरिपुरधशग्मुसाः ते हि पुत्रासो आदितेः प्रजीवसे मर्त्याय ज्योतिरगच्छाञ्जसराम् स्वराजानस्तारीरासीनेन्द्रासश्चासीदाशुखे उपोपेन्नो माघवान् भूय इन्नु ते दानान् देवस्या प्रीत्याते तत्सावितुर्वारेण्याम् भर्गो देवस्या धीमहि धियो यो नः प्रचोदयात् परिते दूरभो रथोऽस्मा अश्नोतु विश्वतः जेनारक्षसीदाशुकाः भूर्भुवः स्वाहा सुप्रजाः प्रजाभिः स्याग्मुसुवीरो अव्वीरैः सुपोखाः पोखैः नर्ज प्रजाम् मे पाहि शग्मुस्य पशून्मे पाह्यथर्जपितुम् मे पाहि आगन्मविश्ववेद समस्मभ्याम् वसुवित्तमाम् अगने सम्राडभिद्योम् नमाभिसा आयच्छस्व आयामगनिरग्रेहापातिर्गारेहापत्याः प्रजाया वसुवित्तमाः अगने गृहापाते विद्युम् नमाभिसः आयच्छस्व आयामगनिः पुरीख्यो रयिमान् पुष्टिवर्धनाः अगने पुरीख्या विद्युम् नमाभिसः आयच्छस्व गृहामाभिभीतमावे पध्वामूर्जाम् बिभ्रत एमासि ऊर्जाम् बिभ्रध्वाः सुमानाः सुमेधा गृहानैमि मनसा मोदमानाः जेखा मध्येति प्रवसन्ये कुसौ मनसो

स्वाहै धाते रुद्रभाग आगुस्ते पशुः आवा रुद्रमदी मध्यवदेवन्त्र्यम्बकम् जथानो वस्यादस्कारद्यथानाः श्रेयादस्कारद्यथानो व्यवसाययात् भेगजमसि भेगजङ्गमेश्वाय पुरुखाय भेगजम् सुखम् मेघाय मेख्यै त्र्यम्बकम् जजामहे सुगन्धिम् पुष्टिवर्धनम् मा उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् त्र्यम्बकम् जजामहे सुगन्धिम् पतिवेदनम् मा उर्वारुकमिव बन्धनादितो मुक्षीयमामुतः एतत्ते रुद्रावसन्तेन परो मुजवतोतिः अवततधन्वापि नातावसः दृष्टिवासा अहिपुंसन्नः शिवोतिः त्र्यायुखम् च मदग्नेः कश्यपस्य त्र्यायुखम् जद्देवे कुत्र्यायुखान्तन्नो अस्तु त्र्यायुखम् शिवो नामाशिस्वधितिस्ते पिता नमस्ते अस्तु माम हिग्मूंसीः निवर्तयाम्यायुखेन्नाद्याय प्रजननाय राय स्पोखाय सुप्रजास्त्वाय सुवीर्याय हरि ओम् इति तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः हरिः ॐ एदमगन्मदेवाय जनम् पृथिव्यायत्र देवासो अजुखान्तविश्वे रिक्सामाभ्याग्मुसान्तरन्तो जजुर्भीराय सपोखेन समिघामदेम इमा आपहाशमुने सन्तु देवीरोखधेत्राय स्वस्वधिते मयि नग्मु हिग्मूंसीः आपो अस्मान्मातरः शुन्धयन्तु घृते ननु घृतपुवाः पुनन्तु विश्वग्मुहिरिपरम् प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि दीक्षातपसोस्तनुरसितान् त्वा शिवाग्मुशतमाम् परिदधे भद्राम् वरणाम् मुखियान्ना महीनाम् पयोसि परचोदा आसि परचो मे देहि वृत्रस्यासि कानि न कश्चक्षुरदा आसि चक्षुरम् मे देहि क्षिप्पतिर्म् मा पुनातु वाक्पतिर्म् मा देयतु देवो मा सविता पुनात्वच्छिदरेण पावितरेण सूरजस्य रश्मिभिः तस्या ते पावितरा पाते पावितरा पूतस्य यत्कामाः पु

ततरातानु रे ततवरजस्ताया सम्भवभ्राजं गच्छ जूरासिरेता मनसा जुष्टा विष्णवे तस्यास्ते सत्या सवसाः प्रसवे तन्वो जन्त्रमशीयस्वाहा शुक्रमसि चन्द्रमस्यामृतमसि वैश्वदेवमसि चिदसि मनासि धीरसि दक्षिणासि क्षत्रियासि जज्ञीयास्यधितिरस्युभयतः शीर्ष्णि सा नः सुप्राचि सुप्रतीत्येधिमितरसवा पदिबध्नीताम् पूखाध्वनसपात्विन्द्रायाध्यक्षाय अनुत्वा माता मन्यतामनुपितानुभ्राता सगर्भ्यो नु सखा सयूथ्याः सा देवी देवमच्छेहीन्द्राय सोमग्नो रुद्रस्त्व वर्ताय सुस्वस्ति सोम सखा पुनरेहि वस्व्यस्व्यादितिरस्यादित्यासि रुद्रासि चन्द्रासि बृहस्पतित्वा सुन्नेरम्णा तु रुद्रो वसुभिराचके आदित्यास्त्वामूर्धन्ना जिघर्मि देवाय जाने पृथिव्या पीडाय स्पदमधिघृतवस्वाहा अस्मे रामस्वास्मे ते बन्धुस्त्वे रायो मे रायो मापयज्ञूरायत्पोखे नव्यौकमतोतो रायः समत्ये देव्या धिया सन्दक्षिणायोरुचक्षसा माम आयुः प्रमोखीर्मो अहन्तवीरं विधेय तव द्विसन्दृशि एकते गायत्रो भाद इति मे सोमाय ब्रूता देखते त्रैष्टुभो भाग इति मे सोमाय ब्रूता देखते जागतो भाग इति मे सोमाय ब्रूता छन्दो नामानग्नुसाम्राज्यम् गच्छेति मे सोमाय ब्रूता दास्मापोषि शुकरस्ते त्रैजो विचितस्त्वा विचिन्वन्तु अभित्यान् देवग्नो सवितारमोऽन्योः काविक्रतुमर्चामि सत्या सावग्नो रत्नधामभिप्रियाम् मतिम् काविम् ऊर्ध्वाजस्यामधिर्भा आदिद्युदच्छवीमनि हिराण्यप निरमिमीत सुक्रतुः कृपा स्वाहा प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्तु प्रजास्त्वमनुप्राणिः शुक्रं त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेण मृतममृतेन सगमेते गोरस्मेते चन्द्राणि तपदस्तनुरसि प्रजापतेर्वर्णः परमेण पशुना क्रियसे सहस्रपोखम् पुखेयम् मित्रो न एहि सुमित्रद इन्द्रस्योरुमा विशद अग्नेर्जानितरामासिम्रेखाणं उर्वशियस्यायुरसि पुरुरवा असि गायत्रेण तवाच्छन्दसामन्थामित्रैष्टुभेन तवाच्छन्दसामन्थामि जागतेन तवाच्छन्दसामन्थामि भवतन्नः समनसौ सचेतसावरेपसौ मा जन्यग्मोहितुमुशिष्टम् मा जन्यपतिञ्जातवेदसौ शिवौ भवतमध्यनः अगनावगनिष्परति प्रविष्टरेखीणाम् पुत्रो अविशस्ति पावा सुनः स्यो नः सुयजाजेहदेवेभ्यो हव्यग्नो सदामप्रायच्छन् स्वाहा आपतये त्वा परिपतये गृह्णामि तनूनत्रेशाक्वराय शक्वन ओजिष्ठाय अनादित्यमस्य नादृख्यान्देवानामोजो नभिषस्य भिषति वा अनभिषस्तेऽन्यमञ्जसा सत्यमुपगे भग्मसिते माधाः अग्ने व्रतपार्श्वे व्रतपाजातवतनूरियग्नो सामयि जो मम तनुरेखा सा त्वयि स नौ व्रतपते व्रतान्यनुमे दीक्षान्दीक्षापतिर्मन्यतामनुतपस्तपस्पतिः अग्नोऽशुरग्नो शुष्टे देवसोमाप्यायतामिन्द्रायैकधनविदे आतुभ्यमिन्द्राप्यायतामात्वमिन्द्रायप्यायस्व आप्याययास्मान् सखीं सन्यामेलया स्वस्ति ते दो वसोमसुत्यामशीय एष्टारायः प्रेघे भगाय अरितमृतवादिभ्यो नमोद्यावा पृथिवीभ्याम् जाते अग्नेयाः शया तनूर्वरिधिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्वेकं वचो अपावधीत् स्वाहा जाते अग्नेरजः शया तनूर्वरिधिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्वेकं वचो अपावधीत् स्वाहा जाते अग्ने हरिशया तनूर्वरिधिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्वेकं वचो अपावधीत् स्वाहा तप्तायनी मे सिवित्तायनी मे स्यवतान्मानाथितादवतान्मा व्यथितात् विदेदग्निर्नभो नामाग्ने अङ्गिर आयुनानां मे हि जोष्यां पृथिव्यामसिजते नादृष्टन्नामजज्ञीयन्ते न त्वा दधे विदेदग्निर्नभो नामाग्ने अङ्गिर आयुनानां मे हि जो द्वितीयस्यां पृथिव्यामसिजते नादृष्टन्नाम जज्ञीयन्ते न त्वा दधे विदेशग्निर्नभो नामाग्ने अंगिर आयुनानां ने निजस्त्रेतीयस्याम् पृथिव्यामसिषते नालिष्टन्नाम जज्ञीयन्ते नत्वा ददे आनत्वा देववीतये सिग्मुझसीतापन्नसाही देवेभ्यः कल्पस्व सिग्मुझसीतापन्नसाही देवेभ्यः शुन्दस्व सिग्मुझसीतापन्नसाही देवेभ्यः शुम्भस्व इन्द्रघोकस्त्वा वसुभिः पुरस्तात्पातु परचेतास्त्वा रुद्रैः पश्चात्पातु मनोजवास्त्वा पितृभिर्दक्षिणतः पातु विश्वकर्मात्वा दित्यैरुत्तरतः पात्विदमहन्तप्तम् वार्वहिर्धा जज्ञान्निः सृजामि सिद्मुञ्जसि स्वाहा सिद्मुञ्जस्यादित्यवनिः स्वाहा सिद्मुञ्जसि ब्रह्मवनिः क्षत्रवनिः स्वाहा सिग्विज्जसि सुप्रजावनीरायस्वोकवनिः स्वाहा सिग्विज्जस्याव देवान्यजमानाय स्वाहा भूतेभ्य स्वा ध्रुवोऽसि पृथिवीन्द्रिग्मध्रुवक्षरस्यान्तरिक्षान्द्रिग्म आच्युदक्षिदसि देवान्द्रिग्मुहाग्ने हे पुरी गमसि झुञ्जते मन उत झुञ्जते धियो विप्रा विप्रस्य हृयातो विपश्चिताः विहोत्रा ददे वायुना विदेक इन्महि देवस्य सवितुः परिष्टुतिः स्वाहा इदाम् विष्णुर्विचक्रामे त्रेधानि दधे पदम् समूढमस्य वाग्मुसुरे स्वाहा इरावती धेनुमतिः भूतज्ञं सूर्यवसिनी मनवे दशस्या यस्कवनारोदसी विष्णवे ते दादर्थ पृथिवीमभितो मयूखैः स्वाहा देवश्रुतौ देवे क्वा गोकतम् प्राची प्रेतमध्वरम् कल्पयन्ति ऊर्ध्वम् जज्ञान्नयतम् वा जिह्वरतम् स्वङ्गोष्ठमादतम् देवी दुर्गे आयुर्मा निर्वादिष्टम् प्रजाम् मा निर्वादिष्टमत्र रमे स्थाम् वर्क्मान् पृथिव्याः विष्णोरनुकाम् वीर्याणि प्रवोचञ्जः पार्थिवानि विममे रजाग्नुषि जो अस्कमायदुत्तरज्ञो सदर्थम् विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वा दिवो वा कृष्ण उत वा पृथिव्या महो वा कृष्ण उरोरन्तरिक्षात् उभाह्यस्ता वसूना प्रिणस्वा प्रयच्छ दक्षिणातोतसव्यान्विष्णवे त्वा प्रतद्विष्णुस्तव ते वीर्येण मृगो न भीमाः कुचरो गिरिष्ठाः यस्योरुपुत्रिको विक्रमणे क्व दीक्षियान्ति भुवनानि विश्वा विष्णोरराटमसि विष्णोः नक्रेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि वैष्णवमसि विष्णवे त्वा स्यत्वा सवितुः प्रसवेष्विष्णुर्बाहुभ्यां पूष्णोऽस्ताभ्यां आदलेनार्चसीदमहग्नुं रक्षसां ग्रीवा अपि क्रेन्दामि बृहन्नसि बृहतरवा बृहति मिन्द्राय वाचं वद रक्षोहणं पलगहनं वैष्णवीमिदमहान्तं पलगमुत्तिरामिजं मे निष्ठ्यो च ममात्यो निशखानेदमहान्तं पलगमुत्तिरामिजं मे समानो जमसमानो निचखानेदमहान्तं बलगमुत्तिरामिजं मे सबन्धुर्जमसबन्धुर्निचखानेदमहान्तं बलगमुत्तिरामिजं मे सजातो जमसजातो निचखानोत्कृत्याङ्गिरामि स्वराडसि सपन्नः सत्रराडस्यभिमातिया जनराडसि रक्षोः सर्वराडस्य मित्रः रक्षोहणो बलगहनः प्रोक्षामि वैष्णवान् रक्षोहणो बलगहनो वनयामि वैष्णवान् रक्षोहणो वो बलगहनो वस्त्रेणामि वैष्णवान् रक्षोहणौ वां बलगहना उपददामि वैष्णवी रक्षोहणौ वां बलगहनौ परजूहामि वैष्णवी वैष्णवमसि वैष्णवास्थ देवस्य त्वा सवितु प्रसवेष्विनोर्बाहुभ्यां भूष्णो हस्ताभ्यां आददेनार्जसीदमग्नुं रक्षसां ग्रीवा अपि क्रेन्दामि जवोऽसि जवयास्मद्वेखो जवया रातिर्दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा शुन्धन्ताल्लोकाः पितृखदनाः पितृखदनमसि उद्दिवग्मुस्तभानान्तरिक्षं प्रेणादृग्मुहस्वपृथिव्यान्द्युतानस्वामारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा ब्रह्मवनित्वा क्षत्रवनिराय स्वोखवनिवजूहामि ब्रह्मदृग्ं अक्षत्रान्दृग्ं आयुर्दृग्ं अप्रजान्दृग्ं ध्रुवासि ध्रुवो यञ्जमानोऽस्मिन्नायतने प्रजया पशुभिर्भूयात् घृते नद्या वा पृथिवी पूर्जेतामिन्द्रस्य शरीरसि विश्वजनस्य छाया परितवागिर्वाणो गिर इमा भवन्तु विश्वतः वृद्धायुमनुवृद्धायो जुष्टा भवन्तु जुष्टयः इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवोऽसि ऐन्द्रमसि वैश्वदेवमसि विभूरसि प्रवाहणो वह्निरसि हव्यवाहनाः श्वात्रोऽसि प्रचेतास्तुतोऽसि विश्ववेदा उषिरसि कविरङ्गारिरसि बम्भारिरवस्योरसि दुवसवाञ्छुन्द्युरसि मार्जालीयः सम्राडसि कृशानुः परिखत्योऽसि पवमानो నాభోసి ప్రాతకవామనుష్టోసి హవ్యాసూదాన అరేత ధామ సిస్వర్జ్యోతి సముద్రోసి విశ్వవ్యాచా ఆజోస్యేకాప దాహీరాశి బుధ్యో వాగస్యైంద్రమాశీషాదోషజేకస్య ద్వారౌ మాసంతాప్తమధ్వనామధ్వపతే ప్రమాదిరస్వస్తి మేస్మిన్ పథి దేవయాని భూయాన్మిత్రస్య మా చక్షుకే క్షధ్వమగ్నాయాః సగరా సగరాస్థ సగరే నానాం నారౌద్రేణానీకేన పాతమాగ్నయః విభ్రేతమాగ్నయో గోపాయతమానమో వోస్తు మామాహిగ్ముశిష్ట జ్యోతిరాశి విశ్వరూపం విశ్వేకాన్ దేవానాగ్ము సమిత త్వగ్ము సోమతను పృథివ్యో ద్వేకోభ్యోన్యకృతేభ్య ఉరుజంత శివరోధగ్ము స్వాహాజుకాణో అప్తు రాజ్యస్య వేతు స్వాహా అగ్నేనాయ సుపధారాయే అస్మాన్ విశ్వాని దేవ వాయునాని విదవాన్న జూయోద్యస్మజ్జూరాణమేనో భూయిష్ఠాంతే నమ ఉక్తిం విధేమ ఆయన్నో అగ్నిర్వరివస్క్రేణో త్వయామ్రేధాః పుర ఏతు ప్రభిందన్న ఆయం వాజాంజయతు వాజసాత వయగ్ముశత్రూంజయతు జఘేఖానః స్వాహా ఊరుర్విష్ణో విక్రమస్వోరుక్షయాయనస్కృధి ఘృతాంగ్రేతయోనేపి వప్రప్రయజ్ఞాపతీందిరస్వాహా దేవసవితరేఖతే సోమస్తగ్ము రక్షస్వమాత్వాదభన్న ఏతత్వాన్ దేవ సోమదేవు దేవాం ఉపాగా ఇదమహం మనుఖ్యాన్ సహరాయ స్మోఖేన స్వాహ నిర్వరుణస్య పాశాన్ముచ్యే అగ్నే వ్రతపాస్వే వ్రతపాజాతవతనుర్మజ్జ భూదేఖాసాత్వయి జో మమ తనువస్త్వజ్జభు యగ్సామయీ జథాయథన్నౌ వ్రతపతే వ్రతాన్యను మే దీక్షాన్దీక్షా పతిరమగ్ముస్తానుతపస్తపస్పతిః ఊరుర్విష్ణో విక్రమస్వోరుక్షయాయనస్కృధి ఘృతాంగ్రేతయోనేపి వప్రప్రయజ్ఞపతీందిరస్వాహా అత్యన్యాం అగాన్నాన్యాం ఉపాగ మర్వాత్వా పరేభ్యో విదం పరోవరేభ్యః తన్వాజుకామహే దేవ వనస్పతే దేవయజ్ఞాయై దేవాస్వా దేవయజ్ఞాయై జుకాంతాం విష్ణవేత్వా ఓకదేత్రాయ స్వస్వదితే మైనగ్ంహిగ్ంసీ ్యాలేఖీరాంతరిక్షాం మాహిగ్ంసీ పృథివ్యా సంభవ ఆయగ్ంహిత్వా స్వదిస్తేతి జానః ప్రణీనాయ మహతే సౌభగాయ అతస్త్వాన్ దేవ వనస్పతే शतवलेशो विरोह सहस्रवलेशाभिवायद्मु रुहेम हरि ओम इति पञ्चमोऽध्यायः। अथ षष्ठोऽध्यायः। हरि ओम देवस्य तवासवितुः प्रसवे श्रीनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् आददे नार्जसीदमहग्नोरक्षसाङ्ग्रीवा अभिगृह्णामि जवोऽसि जवयास्मद्वे भो जवया रातिरदिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा शुन्दन्तान्लोकाः पितृखदनाः पितृखदनमसि अग्रेणीरसि स्वावेश उन्नेत्रेणामे तस्य वित्तादधित्वा त्वास्यै देव त्वा सविता मद्वानक्तु सुविप्पलाभ्यस्त्वौखधीभ्यः ्यामकरेणात्रिक्ष आन्तरिक्षम् मध्येनाप्राः पृथिवीमुपरेणादृग्ह्णीः जाते धामान्यषमासीगामध्यैजत्र गावो भूरि श्रेङ्गा अयासः तदुरुगायस्य विष्णोः परमाम् पदमवभारि भूरि ब्रह्मवनित्वा क्षत्रवनिरायस्पोखवनि परजुहामि ब्रह्मदृग्गुंहक्षत्रान्दृग्गुंहायुर्दृग्गुंहप्रजान्दृग्गुंह विष्णोः कर्माणि पश्यत जातो व्रतानि पशपशे इन्द्रस्य जुज्याः सखा तद्विष्णोः परमाम् पदग्ं सदा पश्यन्ति सूरयः दिवि वचक्षुरा ततम् रासि पारितवा दैवीरपीशो व्ययन्ताम् परीमाञ्जमानग्रायो मनुष्याणाम् दिवाः सूनुरस्येकते पृथिव्यान् लोक आरण्यस्ते पशुः उपावीरस्योपदेवान् दैवीरविशाः प्रागुरुषिजो वह्नितमान् देवत्वष्टर्वसुरमहव्याते स्वदन्ताम् देवतीरमध्वाम्रयसपते धारया वसूनि ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चामि धरेखामानुकाः देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्याम् भूष्णो हस्ताभ्याम् अग्निकोमाभ्याञ्जुष्टान्नियूनजमि अद्भ्यस्त्वौखाधिभ्यो नुत्वा माता मान्यतामनुपितानुभ्राता सगर्भ्यो नु सखा सयूथ्याः अग्निको माभ्यान् त्वाजुष्टाम् प्रोक्षामि अपाम् वेरुरस्यापो देवी स्वदन्तु स्वात्ताञ्चित्सद्देवाविः सन्ते प्राणो वाते न गच्छताग्मुसमङ्गानि जजतरैः सञ्जज्ञपतिराशिखा ग्रेतेनाक्तौ पशुंस्त्रायेथाग्मुरेवति जजमाने प्रियन्धा आविश पुरोरन्तरिक्षाच्छशूर्देवेन पातेनास्य हविखस्मना जजसमस्य तन्वा भव वरेखो वरेखीयसि जज्ञे जज्ञपतिन्धाः स्वाहा देवेभ्यो देवेभ्यः स्वाहा माहिर्भूर्मा प्रेदा कुर्नमस्त आतानानर्वा प्रेहि ग्रेतस्य कुल्या उप अरेतस्य पतिया अनु देवीरापः शुद्धा वोढ्वग्मु सुपरिविष्टा देवे कुसुपरिविष्टा वयम् परिवेष्टारो भूयास्म वाचन्ते शुन्धामि प्राणान्ते शुन्धामि चक्षुस्ते शुन्धामि श्रोत्रान्ते शुन्धामि नाभिन्ते शुन्धामि मेत्रान्ते शुन्धामि पायुन्ते शुन्धामि चरितरांस्ते शुन्धामि मनस्त आप्यायताम् वाक्त आप्यायताम् प्राणस्त आप्ययताम् चक्षुस्त आप्यायताग्श्रोत्रान्त आप्यायताम् जते क्रूरञ्जदास्थितान् दत्त आप्यायतान्निष्यायतान् दत्ते शुद्ध्यतुषमहोभ्यः ओखलेत्राय स्वस्वधिते मैनग्मुहिग्मुषीः रक्षसाम्भागोऽसि निरस्तग्मु रक्ष इदमहग्मु रक्षो वितिष्ठामीदमहग्मु रक्षो वबाध इदमहग्मु रक्षो धमन्तमो नयामि भ्रेते नद्या वा पृथिवी प्रोर्णुवाथाम् वायोव्येस्तोगान मग्निराज्यस्य वेतु स्वाहा स्वाहा कृते ऊर्ध्वनभसाम् मारुतम् गच्छताम् मा इदमापः प्रवहतावध्याञ्च मालाञ्च जत जच्चाभिरुद्रोहान्रेताञ्जच्च शेते अभिरुणाम् आपो मा तस्मादेन सह पवमानश्च मुञ्चतु सन्ते मनो मनसा सम्प्राणः प्राणेन गच्छताम् रेणस्य कनिष्ठ्वा श्रीणात्वा पस्त्वा समरिणान्वा तस्य तवाद्राज्यै पूष्णो रग्मुजा उवक्माणो व्यधिगत्प्रयुतन्वेखाः घृतपावानः पिबतवसाम् वसा पावानः पिबतान्तरिक्षस्य हविरसि स्वाहा दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा ऐन्द्रः प्राणो अङ्गे अङ्गे निधीद्यदैन्द्र उदानो अङ्गे अङ्गे निधीतः देवत्वष्ट भूरि ते दग्नु समेतु सलक्ष्मा जदविकुरूपं भवाति देवतराजन्तमवसे सखायो नत्वा माता पितरो मदन्दु समुद्रं गच्छस्वान्तरिक्षं गच्छस्वाहा देवघ्नुं सवितारं गच्छस्वाहा मित्रावरुणं गच्छस्वाहा होरात्रे गच्छस्वाहा छन्दघ्नुषि गच्छस्वाहा द्याव पृथिवी गच्छस्वाहा जन्यं गच्छस्वाहा सोमं गच्छस्वाहा दिव्यान्नभो गच्छस्वाहा अग्निं वैश्वा नरं गच्छस्वाहा मनो मे हार्दि गच्छ दिवान्दे धूमो गच्छत् स्वरज्योतिः पृथिवीं भस्माना प्रेण स्वाहा मापो मंहरिरेग्मुषीर्धाम्नो धाम्नो राजंस्ततो वरुणनो मुञ्च जदाहुरघ्न्या इति वरुणेति शपामहे ततो वरुणनो मुञ्च सुमित्रियान आप ओघधयः सन्तु दुर्मित्रियास्तस्मै सन्तु जोऽस्मान् द्वेष्टिजञ्च वयं द्विक्माः हविकमतिरिमा आपो हविकमाम् आविवासति हविकमान्देवो अध्वरो हविकमामस्तु सूर्याः अग्नेर्भोपन्नगृहस्य सदसि सादय मीन्द्राग्न्योर्भागधे ईष्टमित्रावरुणयोर्भागधे ईष्टविश्वे घान्देवानां भागधे ईष्ट अमूर्जा उपसूर्जे जाभिर्वासूर्जः सह तानो हिन्वन्त्वध्वरम् हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ऊर्ध्वमिमध्वरं दिवि देवे भूहोत्राजच्छ सोमराजन् विश्वास्त्वं प्रजा उपावरो हविश्वास्त्वां प्रजा उपावरो हन्तु श्रेणोत्वग्निः समिधाहवं मे शृण्वन्त्वापोधिकणाश्च देवीः श्रोताग्रावाणो विदुको न जज्ञो शृणोतु देवाः सविताहवं मे स्वाहा देवीरापो अपान्नपाद्यो व ऊर्मिरेहविख्य इन्द्रिया वान्मलिन्दमः तन्देवेभ्यो देवत्रा दत्तशुक्रभेभ्यो जेकाम्भागस्तस्वाहा कारिकिरसि समुद्रस्य त्वा क्षित्या उन्नयामि समापो अद्भिरग्मत समूखधीभिरोखधीः जमगने वृत्सो मर्त्यमवाप्वाजे भुजञ्जुनाः सजन्ता शश्वतीरिकाः स्वाहा देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् माम् आददे रावासि गभीरमिमामध्वरान् कृधीन्द्राय सुखोतमम् मा उत्तमेन पविनोर्जस्वन्तम् मधुमन्तम् वयस्वन्तम् निद्राभ्यास्थदेव श्रुतस्तर्पयतम मनो मे तर्पयत वाचम् मे तर्पयत प्राणम् मे तर्पयत चक्षुर्म् मे तर्पयत श्रोत्रम् मे तर्पयतात्मानम् मे तर्पयत प्रजाम् मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत गणा मे माद्वितृखन्न इन्द्राय त्वा वसुमते रुद्रवत इन्द्राय त्वा दित्यवत इन्द्राय त्वा विमातिगणे स्येनाय त्वा सोमभृतेघ्नये त्वाराय स्पोखले जत्ते सोमदिविद्यो तिरिषत्पृथिव्याञ्जदूरावन्तरिक्षे तेनास्मै जजमानायोरुराये कृयधिदात्रे वोजः स्वात्रास्थव्रतरतुरोराधो गूर्ता अमृतस्य पत्नीः ता देवीर्देवत्रे मञ्जज्ञान्नयतोपहूताः सोमस्य पिबत माभिर्मासम् विक्था ऊर्जन्दस्वधिखाणे वीडवीसतीव्रीडये थामूर्जन्दधाताम् पात्माहतो न सोमः प्रागपागुदगधराक्सर्वतस्त्वा दिश आधावन्तु अम्बनिकपरसमरीर्भिदम् त्वमण्डप्रशगुंसिखो देवाः शविष्ठमर्त्याम् न त्वदन्यो माधवन्नस्ति मर्डितेन्द्रब्रवीमि ते वचः हरि ओम् इति षष्ठोऽध्यायः अथ सप्तमोऽध्यायः हरि ओम् वाचसवताये भवसवकृष्णो अग्नुशुभ्याङ्गवस्ति पूताः देवो देवेभ्यः पवस्वजेखाम्भागोऽसि मधुमतीर्न इखसकृ धीयते सोमादाभ्यान्नाम जाग्रेवि तस्मै ते सोम सोमाय स्वाहा स्वाहोर्पान्तरिक्षमन्वे विश्वाम् क्रेतोऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभवसूर्याय देवेभ्य त्वामरीचितेभ्यो देवाग्नुषोजस्मै त्वेडे तत्सत्यमुपरिपुरुता भङ्गेन हतोऽसौ फट्प्राणाय त्वा व्यानाय त्वा उपयामगृहीतोऽस्यान्तर्यच्छमघवान् पाहि सोमाम् माम् पुरुह्यराय एको जजस्व अन्तस्ते द्यावा पृथिवी दधाम्यन्तर्दधाम्यर्वान्तरिक्षाम् सजूरदेवेभिरवरैः परैश्चान् ఆంతర్జామి మాధవన్మాదయస్వ స్వాంగ్రేతోసి విశవేభ్య ఇంద్రియేభ్యో దివ్యేభ్య పార్థివేభ్యో మనస్తవాస్తు స్వాహ వాసుభవ సూర్యాయ దేవేభ్య స్వా మరీచిభ్య ఉదానాయ త్వా ఆవాయో భూఖ శుచిపా ఉపనః సహస్రాంతే నియుతో విశ్వవార ఉపోతే అంధో మధ్యమయామి యస్య దేవదధిఖే పూర్వపేయం పాయవేత్వా ఇంద్రవాయుమే సుత ఉపపరాయోభిరాగతం ఇందవో వాముషాంతి ఉపయామగృహీతో శివాయవ ఇంద్రవాయుభ్యాం త్వైకతేజోని సజోఖోభ్యాం త్వా అయం వాం మిత్రావరుణా సుతః సోమరితావృధా మమేదియశ్రుతగ్మూహవం ఉపయామగృహీతోసి మిత్రావరుణాభ్యాం త్వా రాయవయగ్ం ససవాగ్ం సోమదేమహవ్యేన దేవాజవసేన గావః తాంధేనుం మిత్రావరుణాజువన్నో విశ్వాః దత్తమనపస్ఫురంతి మేఘతేజో నిరేతాయుభ్యాం త్వా జావాంకషామధుమత్యశ వినాశూన్రేతావతి తయాజన్యం మిమిక్షతం ఉపయామగృహీతోశ్విభ్యాం త్వైఖాతి జో నిర్మాద్వీభ్యాం త్వా తం రథా పూర్వథ విశ్వధేమేష్టతాంబరే కదగ్స్వర్భిదం ప్రతీచీనం వ్రజనందోహసేధునిమాశుంజయంతమనుయాసువర్ధసే ఉపయామగృహీతోసి షండాయ త్వైఖతేజో నిర్వీరతాం పాహ్యపమృష్టాః షండో దేవాస్త్వా శుక్రపాః ప్రణయన్త్వనాదృష్టాసి సువీరో వీరాన్ ప్రజనయన్ పరీజభిరాయ స్పోకేన జజమానం సంజగ్మానో దివా పృథివ్యా శుక్రాః శుక్రశోషిఖా నిరస్తాః షండాః శుక్రస్యాధిష్ఠానమసి అచ్చిన్నస్య తే దేవసోమసువీర్యజస్య రాయసపోఖస్య దహితారహస్యామ సా ప్రథమా సంస్కృతిర్విశ్వవారా సప్రథమో వరుణో మిత్రో అగ్నిః సప్రథమో బ్రేయసపతి చికితవాంస్తస్మా ఇంద్రాయ సుతమా జుహోతస్వాహ త్రిం పంతుహోత్రా మధోజాః స్విష్టాజాః సుప్రీతాః సుహూతాజస్వాహాయాటగ్నీత అయం వేనశ్చోదయ తృష్ణీగర్భాజ్యో తిర్జరాయూరజసో విమానే ఇమ मामा पाद्मु सांगामे सूरजस्या शेषोन्नभिप्रामति भीरिहान्ति उपायामग्रहीतोऽसि मर्कायत्वा मानो नाजे कुहावाने कोतिगमांबि चतुष्टयावनुधोत्रवन्ता आयाः शर्जाभिस्तुविन्द्रेम्नो अस्या श्रीनीतादिश गवस्तातिखतेजो निः प्रजाः पाह्यपमृष्टो मर्को देवास्त्वामन्तिपाः प्रणयन्त्वनाधृष्टासि सुप्रजाः प्रजाः प्रजनयन् परिझभिराय स्वोकेन जजमानम् सञ्जगमानो दिवा पृथिव्या मन्थि मन्थि शोचिका निरस्तो मर्को मन्थिनो धिष्ठा नमसि देवासो दिव्येकादशस्थ पृथिव्या मध्येकादशस्थ अप्सुक्षितो महीनैकादशस्तते देवासु यज्ञमिमाञ्जुखध्वम् उपयामगृहीतो स्याग्रयणो शिस्वाग्रयणः पाहि यज्ञाम् पाहि यज्ञापतिम् विष्णुस्वामीन्द्रियेण पातु विष्णुम् त्वम् पाह्यभिसवनानि पाहि सोमहापवते सोमहापवतेऽस्मै ब्रह्मणेऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत इक ऊर्जे पवतेर्व्य ओघदिव्याः पवतेद्या वा पृथिवीभ्याम् पवते सुभूताय पवते विश्वेभ्य त्वा देवेभ्य एकतेजो निर्विश्वेभ्य त्वा देवेभ्यः उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयसवत उक्थाव्यम् गृह्णामि यत इन्द्र बृहदवायस्तस्मै त्वा विष्णवे त्वयि खतेजो निरुक्थेभ्यस्त्वा देवेभ्यस्त्वा देवाव्यञ्जन्यस्यायुखे गृह्णामि मित्रावरुणाभ्यां त्वा देवाव्यञ्जन्यस्यायुखे गृह्णामीन्द्राय त्वा देवाव्यञ्जन्यस्यायुखे गृह्णामीन्द्राग्निभ्यां त्वा देवाव्यञ्जन्यस्यायुखे गृह्णामीन्द्रावरुणाभ्यां त्वा देवाव्यञ्जन्यस्यायुखे गृह्णामीन्द्रा बृहस्पतिभ्यां त्वा देवाव्यञ्जन्यस्यायुखे गृह्णामीन्द्रा विष्णुभ्यां त्वा देवाव्यञ्जन्यस्यायुखे गृह्णामि मूर्धानन्दिवो अरतिम् पृथिव्या वैश्वानरमृत आजातमग्निम् कविग्मुसम्राजमतिभिञ्जनानामासन्नापात्रञ्जनयन्त देवाः उपयामगृहीतो सिद्ध्रुवो सिद्ध्रुवक्षितध्रुवाणान् ध्रुवतमोच्युतान् मच्युतक्षितम एकतेजो निर्वैश्वानरायत्वा ध्रुवान् ध्रुवेण मनसा वाचासो मम वनयामि तथा न इन्द्र इति विशोषा पद्माः समानसस्कारत जस्ते द्रव्यस्कन्दाशीरस्ते अग्नुशुग्रावच्युत भीखानायोरुपस्थात अध्वर्जोर्वापरिवाजः पवितरात्तन्ते जुहोमि मनसा प्रकटकृतग्स्वाहा देवानामुत्क्रमणमसि प्राणायामे वरचोदापरचासे पावस्वव्यानायामे वरचोदापरचासे पावस्वोदानायामे वरचोदापरचासे पावस्ववाचे मे वरचोदापरचासे पावस्वक्रतू दक्षाभ्याम् मे वरचोदापरचासे पावस्वश्रोत्राय मे वरचोदापरचासे पावस्वचक्षुर्भ्याम् मे वरचोदासौ वरचासे पावेथामात्मने मे वरचोदापरचासे पावस्वौजासे मे वरचोदापरचासे पावस्वायुखे मे वरचोदापरचासे पावस्वविश्वाभ्यो मे प्रजाभ्यो वरचोदासौ वरचासे पावेथाम् कोशिकतमोशिकस्यासि को नामासि यस्य ते नामामन्महि जन्त्वा सोमेनातित्रिपाम भूर्वर्भुवाः स्वाहा सुप्रजाः प्रजाभिः स्याग्सुवीरोऽवीरैः सुपोखाः पोखैः उपयामगृहीतोऽसि माधवे त्वोपयामगृहीतोऽसि माधवाय त्वोपयामगृहीतोऽसि शुक्राय त्वोपयामगृहीतोऽसि शुचये त्वोपयामगृहीतोऽसि नभसे त्वोपयामगृहीतोऽसि नभस्याय त्वोपयामगृहीतोऽसि खे त्वोपयामगृहीतोऽस्यूर्जे त्वोपयामगृहीतोऽसि सहसे त्वोपयामगृहीतोऽसि सहस्याय त्वोपयामगृहीतोऽसि तपसे त्वोपयामगृहीतोऽसि तपस्याय त्वोपयामगृहीतोऽस्यग्मुहासपतये त्वा इन्द्राग्नि आगतग्ं सुतङ्गीर्भिर्नभोऽपरेण्यम् अस्य पातङ्गीयेखिता उपयामगृहीतोऽसीन्द्राग्निभ्यान् त्वैकतेजो निरिन्द्राग्निभ्यान् त्वा आधाजे अग्निमिन्धते स्त्रीणन्ति बर्हिरानुखक जेघामिन्द्रो जुवासखा उपयामगृहीतोऽस्यग्नीन्द्राभ्यान् त्वैकतेजो निरग्नीन्द्राभ्यान् त्वा ओमासचरिकाणि धृतो विश्वे देवास आगत दाश्वाग्सो दाशुकः सुतम् उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एकतेजो निर्विश्वेभ्यस्त्वा देवेभ्यः विश्वे देवास आगत शृणुताम इमग्मुहवम् एदम् बर्हिर्निखिलत उपयामगृहीतोऽसि विश्वेभ्यत्वा देवेभ्य एकतेजो निर्विश्वेभ्यस्त्वा देवेभ्यः इंद्र मरुत्वा इया पाहि सोमंजथा शार्जाते अपि महासुतस्य तव प्रणीति तव शूर शर्मन्नाविवासन्ति कवयः सुयज्ञाः उपयाम गृहीतोसीन्द्राय त्वा मरुत्वत एघते योनिरिन्द्राय त्वा मरुत्वते मरुत्वन्तम् रेखभम् वा वृधा नमकवारिम् दिव्यघूषासमिन्द्रम् विश्वासाहमवसेनूतनायोग्रघूसहोदामि अदघूवेम उपयाम गृहीतोसीन्द्राय त्वा मरुत्वत एकते योनिरिन्द्राय त्वा मरुत्वते उपयाम गृहीतोऽसि मरुतान्द्वौजसे सजोगा इन्द्र सगणो मरुद्भिः सोमम् विभवृत्रः शूरविद्वान् जयि शत्रूरपमृधो नुदस्वाथा भयं गृणु हि विश्वतो नः उपयाम गृहीतोऽसीन्द्राय त्वा मरुत्वत एकते योनिरिन्द्राय त्वा मरुत्वते मरुत्वामिन्द्रवृखभोरणाय पिपासो ममनुक्वधम् मदाय आसिञ्च स्वजठरे मध्व ऊर्मिन्द्वघूराजासि प्रतिपत्सुतानाम् उपयाम गृहीतोऽसीन्द्राय त्वा मरुत्वत एकते योनिरिन्द्राय त्वा मरुत्वते महा इन्द्रो नृवदाचरिखणि परा उतद्विवरेहा अमिनः सहोभिः अस्मद्रघ्वा वृधे वीर्जायोरुः पृथुः सुकृतः कर्तृभिर्भूत उपयाम गृहीतोऽसि महेन्द्राय त्वैखते जो निर्महेन्द्राय त्वा महा इन्द्रो स्वपूजसा पर्जन्यो वृष्टिमा इव स्तोमैर्वत्सस्य वावृधे उपयाम गृहीतोऽसि महेन्द्राय त्वैखते जो निर्महेन्द्राय त्वा उदुत्यञ्जातवेदसन् देवम् वहन्दिकेतवः दृशे विश्वाय सूरजगुस्वाहा चित्रम् देवानामुदगादनीकञ्जक्ष्रम् मित्रस्य वरुणस्याग्नेः आप्राद्या वा पृथिवी आन्तरिक्षघ्नुः सूर्य आत्मा जगदस्तस्तु कश्च स्वाहा अग्नेनाय सुपथाराये अस्मान् विश्वानि देववायूनानि विद्वान् जूयोद्यस्मज्जुहुराणमेनो भूयिषान्ते नम उक्तिम् विधेम स्वाहा अयन्नो अग्निर्वरिवस्क्रेणो त्वयमृधः पुर एतु प्रभिन्दन् अयम् वाजाञ्जयतु वाजसाता वयज्ञशत्रूञ्जयतु जरेखाणः स्वाहा रूपेण वो रूपमभ्यागान्तुतो वो विश्ववेदा विभजतु ऋतस्यापथा प्रेतचन्द्रदक्षिणा विश्वाहा पश्यव्यान्तरिक्षाञ्च तस्वसदस्यैः ब्राह्मणमद्य विधेयम् पितृमन्तम् पैतृमत्यमेखिमा रेखेयज्ञसुधातु दक्षिणाम् मा अस्मद्राता देवत्र गच्छत प्रदाता रमाविशत अग्नाये त्वा मह्यम् वरुणो ददातु सोमृत त्वमशीयायुर्दात्र एधिमायो मह्यम् प्रतिग्रहीत्रे रुद्राय त्वा मह्यम् वरुणो ददातु सोमृत त्वमशीय प्राणो दात्र एधिवायो मह्यम् प्रतिग्रहीत्रे बृहस्पतये त्वा मह्यम् वरुणो ददातु सोमृत त्वमशीयत्वग्दात्र एधिमायो मह्यम् प्रतिग्रहीत्रे जमाय त्वा मह्यम् वरुणो ददातु सोमृत त्वमशीयायो दात्र एधिवायो मह्यम् प्रतिग्रहीत्रे उदात्तस्मा अदा